अस्तु, तर्हि अस्माकं पाठः अस्ति तत्र गीतासोपानस्य द्वितीयभागस्य पञ्चमपाठः, पञ्चविंशतितमे पुटे आरभ्यते. अत्र पुनः आरम्भतः कृपया लक्ष्मीभगिनी पठतु कृपया. नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सज्जजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. एतम् उच्चैः पठता अवगच्छता च. अस्तु, तर्हि भगिनी वदतु अत्र किं लिखितमस्ति. दूरदर्शने कः आगतः? नूतनतया कः आगतः? सन्ध्या. अस्तु सन्ध्या भगिनी, हा अस्तु. लक्ष्मी भगिनी वदतु, पञ्चविंशतितमे पुटे भगिनी, हा. एकः छात्रः अस्ति, सः नाम सत्यजित्. सः नद्यां निमज्जतोः द्वयोः बालयोः प्राणरक्षणं कृतवान्. तत् सम्माननसमारम्भः इत्युक्ते सत्यजितः सम्माननसमारम्भः अस्ति. तत् कार्यक्रमः दूरदर्शने प्रसारयति. वयम् एषः पाठः पठिष्यामि इदानीं. पठिष्यामः, समीचीनमस्ति. पठिष्यामः. तर्हि अस्मिन् वाक्ये कुत्र कुत्र विशेषणविशेषभावः अस्ति इति सुब्रह्मण्यमहोदय, तत्र भवान् वदतु, तत्र विशेषणविशेषभावः कुत्र कुत्र अस्ति? अत्र विशेषणं कृतवतः छात्रस्य कृतवतः विशेषणमस्ति. छात्रस्य सत्यजितः न, छात्रस्यापि विशेषणमस्ति महोदय अत्र. निमज्जितः निमज्जितोः विशेषणः. एकनिमेषः, अत्र महोदय वदतु, तर्हि कृतवतः इति विशेषणमस्ति इति अवश्यं. हा, सत्यजित् इति छात्रः एकरीत्या छात्रः अपि विशेषणमस्ति. तर्हि कृतवतः इति का विभक्तिः अस्ति? कृतवतः षष्ठीविभक्ति महोदय, कृतवान् कृतवतः. सत्यं, कृतवतः छात्रस्य सत्यजितः, सत्यजित् इति विशेषं षष्ठीविभक्तौ अस्ति इति कारणेन अन्यशब्दद्वयमपि षष्ठीविभक्तौ, कृतवतः छात्रस्य सत्यजितः. अस्तु, पुष्पा भगिनी वदतु, आरम्भतः पश्यतु. निमज्जतोः बालयोः, निमज्जतोः विशेषण. हा, समीचीनमस्ति. का विभक्तिः, किं वचनं? निमज्जतोः प्रथमाविभक्ति, प्रथमाविभक्ति बालयोः का विभक्ति अस्ति? बालयोः, ऐं सारि, सन्ध्या भगिनी सायं करोति वा? सप्तमेव, सन्ध्या भगिनी वदतु. अन्य कोऽपि आगतो वा? आं महोदय, अहं पद्मा. अस्तु भगिनि, समीचीनं. शुभोदय. तर्हि द्विवचने सप्तमी विभक्ति. अस्तु, बालयोः बालयोः इति द्विवचने अस्ति इति तु सत्यं. सप्तमी विभक्तौ तादृशं रूपम् अस्ति इति तु सत्यमेव. षष्ठी विभक्ति, सोरि. हा, किमर्थं? नद्यां कुत्र अस्ति, लैक् बालयोः बालयोः रक्षणं. सम्यक् सम्यक्, बालयोः बालयोः रक्षणं, बालयोः प्राणरक्षणम्. अत्र वाक्ये वाक्ये अस्माभिः किं द्रष्टव्यमिति चेत् तत्र अन्वयः, शब्दानाम् अन्वयः, अन्वयः अन्वयः नाम सम्बन्धः, कीदृशसम्बन्धः अस्ति अन्वयः. तर्हि अत्र नद्याम् इत्यस्य का विभक्तिः? सप्तमी. सप्तमी नद्यां कुत्र, सर्वं कुत्र सञ्जातमिति चेत् नद्यां. नद्यां बालयोः प्राणरक्षणम्. अत्र बालयोः सप्तमी अस्ति चेत् नाम अर्थः न आगच्छति मनसि. षष्ठी विभक्तिः अस्ति चेत् समीचीनं भवति, बालयोः प्राणरक्षणं. कीदृशयोः बालयोः? निमज्जतोः बालयोः. तर्हि नद्यां निमज्जतोः बालयोः प्राणरक्षणं. प्राणरक्षणं तस्य का विभक्तिः अस्ति? कोऽपि वदतु. षष्ठी. पद्मा भगिनी उक्तवती वा? आं महोदय, षष्ठी. षष्ठी प्राणरक्षणं भवति नाम मनसः उपयोगं कृत्वा वदतु. तत्र प्राणरक्षणं षष्ठी विभक्तौ भवितुमर्हति वा? हा, प्राणस्य रक्षणमिति सत्यं. तत्र भवती वक्तुमिच्छति चेत् समीचीनमेव. तत्र षष्ठी विभक्ति इति लुप्ता जाता. अत्र प्राणस्य रक्षणम् अथवा प्राणानां, वस्तुतः बहुवचने अस्ति सर्वदा प्राणाः, प्राणानां रक्षणं प्राणरक्षणम्. महोदय भगिनि, प्राणरक्षणम् इति द्वितीयविभक्तौ अस्ति. तत्र कस्य द्वितीयविभक्तिः? किमर्थं द्वितीयविभक्तौ अस्ति इति अन्य कोऽपि वदति वा? बालयोः रक्षणं. किन्तु द्वितीयविभक्तौ बालयोः रक्षणं. एकं वाक्यं वयं वक्तुं शक्नुमः. शत्रुप्रत्ययः द्वितीयाविभक्ति एव भवति, कृतवतः शत्रुप्रत्ययः. तत्र अस्ति. यतोहि अत्र पुष्पा भगिनी पश्यतु, अत्र निमज्जतोः बालयोः प्राणरक्षणं जातं ह्यः. तत्र एकं वाक्यमस्ति, नद्यां निमज्जतोः बालयोः प्राणरक्षणं जातं ह्यः. तत्र प्राणरक्षणस्य प्राणरक्षणं शब्दस्य का विभक्तिः अस्ति? पुष्पा भगिनी वदतु. वाक्यं शृणोतु भगिनि. नद्यां निमज्जतोः बालयोः प्राणरक्षणं जातं ह्यः इति भिन्नरीत्या मया वाक्यम् उक्तं. तत्र प्राणरक्षणशब्दस्य का विभक्तिः अस्ति? ह्यः नद्यां निमज्जतोः बालयोः प्राणरक्षणम् अभवत्. तत्र का विभक्तिः प्राणरक्षणं? लक्ष्मीभगिनी वदतु. द्वितीय एकवचने द्वितीयविभक्तिः आम् सुब्रह्मण्यं महोदय, तत्र भवान् किं वदतु, किं वदति? प्राणरक्षणम् अभवत्, प्राणरक्षणं प्रथमाविभक्ति भवति महोदय, खलु प्रथमाविभक्तिः? नाम उदाहरणार्थं किमपि यत्किमपि अभवत् अभवत् इति तत्र भूधातु, भूधातुः सकर्मकधातुः अथवा अकर्मकधातुः? तस्य कर्मपदं तु न भवति एव. उदाहरणार्थम् अहं पृच्छामि, भोजनम् अभवत् वा? तत्र भोजनम् इति सिका विभक्तिः? खलु गृहपाठः अभवत् वा? तत्र गृहपाठः इति सिका विभक्तिः? प्रथमाविभक्तिः अस्ति. अतः नद्यां तथैव नद्यां निमज्जितोः बालयोः प्राणरक्षणम् अभवत् ह्यः. तत्र प्राणरक्षणमिति अस्ति का विभक्तिः? खलु. किन्तु अत्र तथा नास्ति. अत्र तत्र प्राणरक्षणम् अभवत्, हा भोजनम् अभवत्, गृहपाठः अभवत्, तत्र कर्तृपदं सब्जेक्ट् आफ् द सेण्टेन्स् तत्र तथैव अस्ति. हा नाम गृहपाठः, भोजनं, प्राणरक्षणम् अभवत्, तत्र कर्तृपदमस्ति. किन्तु अत्र तथा नास्ति. नद्यां निमज्जितोः बालयोः प्राणरक्षणं कृतवतः, कृतवान्. वाक्यं कुर्मः, नद्यां निमज्जितोः बालयोः प्राणरक्षणं कृतवान् कः? सत्यजित्. सत्यजित्, हा. तत्र तादृशं वाक्यं वदतु, नाम कर्तृपदं किं? सत्यजित्. कर्मपदं किम्? कर्मपदं प्राणरक्षणं. हा अस्तु, इदानीं यथा शब्दक्रमः सामान्यतया भवति तथा वाक्यं वदतु, तदेव वाक्यं. नद्यां निमज्जितोः बालयोः प्राणरक्षणं सत्यजित् कृतवान्. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. हा साधारणतया वयं किं वदामः, कर्तृपदमारम्भे भवति. हा नाम सत्यजित् नद्यां निमज्जितोः बालयोः प्राणरक्षणं कृतवान् इति वाक्यम्. इति वाक्यमस्ति. तत्र प्राणरक्षणम् इत्यस्य का विभक्तिः? द्वितीयविभक्तिः, खलु? सर्वे अवगच्छन्ति. किन्तु इदानीं सत्यजितः अस्मिन् वाक्ये सत्यजितः इत्यस्य का विभक्तिः? षष्ठी. कृतवतः तत्र षष्ठी अस्ति, खलु? किन्तु अत्र अवगच्छन्तु कश्चन सिद्धान्तः, नीतिः, सिद्धान्तः. अत्र कृतवान् इत्यस्य या कापि विभक्तिः भवतु, नाम प्राणरक्षणशब्दः, कृतवान् कृतवत् शब्दः, द्वयोः शब्दयोः सम्बन्धः तथैव यथावत् तिष्ठति एव. कृतवत् या कापि विभक्तिः भवितुम् अर्हति, किन्तु प्राणरक्षणम् इत्यस्य द्वितीयविभक्तिः तु तिष्ठति एव. यथा प्रथमाविभक्तौ सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान्, तत्र कृतवान् इति का विभक्तिः? कृतवान् तत्र भवान् वदतु, तत्र सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान्, तत्र कृतवान् इति कीदृशं पदमस्ति? क्रियापदमस्ति वा? विशेषणं महोदय. विशेषणमस्ति, क्रियापदं नास्ति. तत्र क्रियापदं किम् अस्ति तस्मिन् वाक्ये? अस्ति, अभवति, तद्रूपम्. सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् अस्ति अस्ति अस्ति इति वयं वक्तुमपि शक्नुमः नापि वक्तुं शक्नुमः किन्तु अस्ति तु अस्ति एव सत्यं हा तर्हि अत्र कृतवान् इति प्रथमाविभक्तौ प्राणरक्षणं का विभक्तिः तर्हि कथं स्यात् लक्ष्मी भगिनी हा नाम भ्रमात्मकविषयः कः अत्र वयम् उक्तवन्तः एव सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् तत्र प्राणरक्षणं द्वितीयविभक्तौ कृतवान् इति प्रथमाविभक्तौ अस्ति इदानीं प्राणरक्षणं कृतवान् प्राणरक्षणं द्वितीयविभक्तौ इदानीं प्राणरक्षणं कृतवतः सत्यजितः किमपि समानन समारम्भः तत्र सत्यजित् षष्टि अतः कृतवतः षष्टि अस्ति किन्तु प्राणरक्षणं तदानीमपि द्वितीय इदानीं सत्यजित् इति तृतीया विभक्तौ करोतु कोऽपि लक्ष्मीभगिनी वदतु तत्र सत्यजित् एकं वाक्यं यत्किमपि वाक्यं सत्यजित् इति तृतीया विभक्तौ भवतु नूतनवाक्यं किमपि सत्यजिता वाक्यं वदतु महोदय किमपि सत्यजिता नद्यां तृतीया हा सहदेव महोदय वदति वा तृतीया तृतीया कुत्र भवति वदतु सः इति जानाति खलु सः अहं मित्रेण सह आपणं गतवान् तादृशं वाक्यं भवितुमर्हति सच्चिता सह अहं कार्यालयं गच्छामि अहं सत्यजिता सह कार्यालयं गच्छामि इदानीं सत्यजित् कीदृशः अत्र अस्मात् वाक्यात् स्वीकुर्मः अत्र प्राणरक्षणं कृतवान् सत्यजित् बालयोः प्राणरक्षणं कृतवान् सत्यजित् इति एकं वाक्यम् इदानीम् अहं सत्यजिता सह कार्यालयं गच्छामि तत्र द्वयोः वाक्ययोः मेलनं सम्मेलनं करोतु संयोजनं लक्ष्मीभगिनी करोतु सत्यजिता सह अहं कार्यालयं गत्वा न वाक्यं तदेव अस्ति अहं सत्यजिता सह कार्यालयं गच्छामि इदानीं सत्यजित् कीदृशः अस्ति सत्यजित् तृतीया न अस्मात् वाक्यात् पुस्तके यत् वाक्यमस्ति तस्मात् वाक्यात् स्वीकरोतु कीदृशः सज्यते तस्मिन् वाक्ये नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः सत्यजितः हा अथवा प्राणरक्षणं कृतवान् सत्यजित् सत्यजित् कीदृशः बालयोः प्राणरक्षणं कृतवान् तादृशः सत्यजित् खलु इदानीं निमज्जतो अहं वदामि महोदय नद्यां अहं वदामि अहं प्राणरक्षणं कृतवता सत्यजिता सह कार्यालयं गच्छामि समीचीनमस्ति सर्वे अवगच्छन्ति वा बहु सुन्दरम् अहं प्राणरक्षणं कृतवता सत्यजिता सह कार्यालयं गच्छामि इदानीं कृतवता इति का विभक्तिः तृतीयविभक्ति प्राणरक्षणं नाम तदानीं तदानीमपि द्वितीयविभक्तिः सर्वदा यदा कृतवान् यदा प्रथमा विभक्तौ आसीत् तदानीं प्राणरक्षणं द्वितीयविभक्तौ आसीत् अत्र पुस्तके तत्र कृतवतः षष्ठीविभक्तौ अस्ति तदानीं तथापि प्राणरक्षणं द्वितीयविभक्तौ अस्ति अत्र कृतवता इति तृतीयविभक्तौ जातमस्ति इदानीं प्राणरक्षणं तत्रापि द्वितीयविभक्तौ सर्वदा द्वितीयविभक्तौ तिष्ठति नाम अन्वयः सम्बन्धः समानः तिष्ठति अवगतं स्यात् इदानीं सत्यजित् इति चतुर्थीविभक्तौ करोतु यत्किमपि वाक्यं सन्ध्या भगिनी वदतु तत्र चतुर्थी सत्यजित् चतुर्थी एषः सत्यजित् ते पुस्तकं पुस्तकं अधिकं किं तत्र चतुर्थी कुत्र भवति वाक्ये लघु वाक्यं वाक्यं वदतु क्रियापदम् अपेक्षितम् ओ कृतवान् प्राणरक्षणं कृतवतः भवती किम् उक्तवती एषः पुस्तकं त्यजतु केवलं सत्यजित् सत्यजित् नूतनवाक्यं चतुर्थी विभक्तौ एषः सत्यजित् पुस्तकम् अस्ति किं ददाति यत्र चतुर्थी तत्र ददाति भवति खलु तर्हि वाक्यं वदतु तदेव वाक्यं पुनः वदतु एषः सत्यजित् पुस्तकं ददातु अथवा ददाति इति वदतु एषः सत्यजित् पुस्तकं ददाति हा इति वाक्यमस्ति इदानीं सत्यजित् चतुर्थी विभक्तौ अस्ति इदानीं तद् स एव सत्यजित् बालयोः प्राणरक्षणं कृतवान् इदानीं बालयोः प्राणरक्षणम् अथवा प्राणरक्षणं कृतवान् इति संयोजयतु तस्मिन् वाक्ये संयोजयतु प्राणरक्षणाय कृतवते सत्यजिते पुस्तकं ददाति समीचीनमस्ति तत्र दोषः एकः दोषः अस्ति किन्तु नाम विचारः भवती अवगच्छति अत्र प्राणरक्षणमिति शिक्षा विभक्तिः भविष्यति तत्र प्राणरक्षणम् अत्र हा यतोहि प्राणरक्षणं सत्यजित् शब्दस्य विशेषणमस्ति वा कृतवते सत्यजित् पुस्तकं ददातु हा तत्र प्राणरक्षणं विशेषणमस्ति वा सत्यजित् शब्दस्य तर्हि चतुर्थी एकनिमेषः सुब्रह्मण्यमहोदय तत्र भवान् किं वदति अहं वदामि प्राणरक्षणम् अत्र द्वितीया विभक्ति एव तिष्ठति अत्र प्राणरक्षणमिति शब्दः सत्यजित् शब्दस्य विशेषणमस्ति वा नास्ति कृतवते सत्यजिते हा अत्र सन्ध्या भगिनी पश्यतु अत्र प्राणरक्षणमिति पुस्तके द्वितीयविभक्तौ अस्ति सत्यजित् इति सत्यजितः इति का विभक्तिः इदानीं सत्यजितः षष्ठी अस्ति षष्ठी प्राणरक्षणं द्वितीय सत्यजितः षष्ठी इत्युक्ते विशेषणविशेषभावः नास्ति यदि विशेषणम् अभविष्यत् तर्हि विभक्तिः समाना अभविष्यत् समाना विभक्तिः अभविष्यत् तथा नास्ति ओके तर्हि मम वाक्ये द्वितीयः भविष्यति नाम सिद्धान्तः कः प्राणरक्षणं कृतवत् अथवा कृतवान् शब्दस्य कर्मपदं द्वितीयविभक्तौ प्राणरक्षणं सर्वदा तिष्ठति, न परिवर्तते, परिवर्तनं तस्य तु न भवति, यतोहि तत्र विशेषणं नास्ति. प्राणरक्षणं कृतवते सत्यजिते पुस्तकं ददाति. हा, बहु सम्यक् अस्ति वाक्यम्. इदानीं कर्तृपदं वदतु, कर्तृपदं कोऽपि. एषः भवती उक्तवती. आम् कृतवते. न, एषः ददाति. एषः एषः अहं वदतु. हा, भवती वद, सन्ध्या भगिनी वदतु. एषः प्राणरक्षणं उपयोगं. हा, वदतु. ओके. पश्यतु भगिनि, ददाति इति क्रियापदमस्ति खलु, ददाति. ददाति क्रियापदस्य कर्तृपदं किं? कः ददाति पुस्तकं? भवान्. भवती उक्तवती एषः. तदर्थं वदामि. तर्हि पुनः वाक्यं वदतु. तर्हि एषः द्वितीयविभक्ते. न ददाति वाक्यं, लघुवाक्यमस्ति. एषः ददाति. किं ददाति? एषः न, किं ददाति? पुस्तकं. ओ, वाक्यं वदतु. एतत् पुस्तकं ददाति. लक्ष्मीभगिनी साहाय्यं करोतु. एषः प्राणरक्षणं कृते सत्यजिते पुस्तकं ददाति. पुनः वदतु. एषः प्राणरक्षणं कृते कृतवते. पुनः वदतु. एषः प्राणरक्षणं कृतवते सत्यजिते पुस्तकं ददाति. नाम लघुवाक्यमस्ति, एषः ददाति. सन्ध्या भगिनी पश्यतु, नाम अयं सिद्धान्तः अतीवमहत्त्वपूर्णः. एषः ददाति इति वाक्यमस्ति, एषः ददाति. सन्ध्या भगिनी वदतु, एषः किं ददाति? पुस्तकं खलु, पुस्तकं ददाति खलु. वाक्यं वदतु. एषः पुस्तकं ददाति इति वदतु. एषः पुस्तकं ददाति. कस्मै? सत्यजिते. भवती सर्वं विस्मृतवती. You forgot everything. Visambam vasmritvati bhavati. Bhavati kinsit kinsit patatu patidinam. No chet agare gamanam katham bhavet. Satyajite iti chaturthi asti khalu. Eshaha satyajite pustakam dadati. Eshaha satyajite pustakam dadati. Vadatu? Eshaha satyajite pustakam dadati. Ha. Ki drishe satyajite? प्राणरक्षणं कृतवते. सत्यजिते. हा, इदानीं पूर्णवाक्यं वदतु. एषः प्राणरक्षणं कृतवते सत्यजिते पुस्तकं ददाति. बहु सुन्दरमस्ति. अस्तु, पद्मा भगिनी, इदानीं यदा सत्यजित् पञ्चमी विभक्ति भवति तत्र वदतु एकं वाक्यं, यत्किमपि वाक्यं पञ्चमी. नद्यां त्यजतु. नूतनवाक्यं सत्यजित् इति पदं पञ्चमी विभक्तौ करोतु. नूतनवाक्यं यथा अहं बालकात् पुस्तकं स्वीकरोमि, तादृशं वाक्यं वदतु सत्यजित् इत्यस्य उपयोगं कृत्वा। पञ्चमी कुत्र भवति? स्वीकरोमि खलु, यत्र स्वीकरोमि अस्ति। वाक्यं वदतु यत्र पञ्चमी अस्ति। सत्यजितः बालकयोः प्राणरक्षणं, बालकयोः प्राणरक्षणं त्यजतु। इदानीं सरलवाक्यं, सरलवाक्यं यथा अहम् उक्तवान् इदानीं। पञ्चमी, यथा अहम् उक्तवान् तथैव वाक्यं वदतु। अहं बालकात् पुस्तकं स्वीकरोमि, तदेव तत्र पञ्चमी विभक्तौ तत्र त्यजति स्थापयतु। अहम् अस्तु, पुष्पभगिनी वदतु। अहं सत्यजितः पुस्तकं इच्छामि, स्वीकरोमि इति वदतु। अस्तु, समीचीनमस्ति। पद्मा भगिनी अवसति वा? आं भगिनि, आं महोदय। भवती वदतु, तदेव वाक्यं वदतु। तदेव वाक्यं, पुष्पा भगिनी यद् वाक्यम् उक्तवती तदेव वाक्यं वदतु। अहं सत्यजितः पुस्तकं स्वीकरोमि। पद्मा भगिनी वदतु, अहं न किमपि नापेक्षितं, न तदेव वाक्यं वदतु। वाक्यं वदतु, अहं सत्यजितः पुस्तकं स्वीकरोमि। बहु सम्यक् अस्ति। इदानीं सत्यजितः इति शब्दस्य का विभक्तिः? पञ्चमी विभक्तिः। अस्तु, इदानीं प्राणरक्षणं कृतवान् तत्र संयोजयतु तस्मिन्। अहं सत्यजितः पुस्तकं पश्यतु, मूलवाक्यमस्ति अहं सत्यजितः पुस्तकं स्वीकरोमि इति मूलवाक्यमस्ति। इदानीं प्रश्नः उदेति, सत्यजित् कीदृशः? यः प्राणरक्षणं कृतवान् खलु, नाम वयं वक्तुं शक्नुमः यत् कीदृशः सुन्दरम्। अस्तु, अहं तत्र सुन्दरं संयोजयतु। सत्यजित् इति सुन्दरम् अस्ति चेत् तत्र अहं सत्यजितः पुस्तकं स्वीकरोमि, तत्र सुन्दरम् इति अस्ति चेत् तत्र करोतु। अहं सुन्दरः सत्यजित् सुन्दर सुन्दर सुन्दर सत्यजितः न तथा नास्ति। सहदेव महोदय वदतु, एकनिमेषः, सहदेव महोदय वदतु। उच् विभक्ति महोदय, पञ्चमी अस्ति। अहं सत्यजितः पुस्तकं स्वीकरोमि, तत्र इदानीं सत्यजित् सुन्दरमस्ति, तर्हि सुन्दरशब्दं संयोजयतु तस्मिन् वाक्ये। सत्यजित् इति पञ्चमी विभक्तौ, तर्हि सुन्दरम् इति शब्दस्य का विभक्तिः? तथा अस्ति। तर्हि सुब्रह्मण्यं महोदय, तत्र भवान् वदतु। अहं वदामि अथवा वदतु वाक्यं कथं स्यात्, कथं स्यात्? अहं सुन्दरात् सत्यजितः पुस्तकं स्वीकरोमि, तदनन्तरम् अहं न सोपानेन गच्छामः, सोपानेन अत्र किमर्थं सुन्दरात् इति तथा अस्ति? अत्र सत्यजितः पुस्तकं स्वीकरोमि, सत्यजितः पञ्चमी विभक्ति अस्ति, तत्कारणात् सुन्दरात् तस्य विशेषण भावं खलु, तत्कारणात् तस्य पञ्चमी विभक्ति एव भवति. तथा अस्ति खलु, तत्र विशेषणविशेषभावः अस्ति. तत्र कश्चन श्लोकः अस्ति, कोऽपि जानाति वा श्लोकं जानाति कोऽपि? श्लोकं या विभक्तिः, या विभक्तिः, यत् विभक्ति, या विभक्ति, यत् लिङ्गं, यत् वचनं, यल्लिङ्गं, यद् यल्लिङ्गं, यत् वचनं, पूर्णतया न स्मरामि महोदय. यल्लिङ्गं या विभक्ति, या विभक्तिः, यल्लिङ्गं, यद्वचनं, विशेषस्य सा विभक्तिः, तल्लिङ्गं, तद्वचनं, विशेषणस्य अपि इति श्लोकः अस्ति. तर्हि विशेषस्य या विभक्तिः, यद्लिङ्गं, यद्वचनं भवति विशेषस्य, विशेषणस्य अपि सा विभक्तिः, तद् लिङ्गं, तद्वचनं च इति भवति. तर्हि अत्र यदि वदामः सत्यजित् अस्ति इति वाक्यं, तर्हि प्रथमभक्तौ अस्ति सत्यजित्. सुन्दरं तत्र सुन्दरं, तस्य लिङ्गं किं स्यात्, वचनं किं स्यात्, अपि च विभक्तिः का स्यात्? लक्ष्मी भगिनी वदतु. महोदय पुनः वदतु प्रश्नः. तत्र सत्यजित् अस्ति इति वाक्यं, सत्यजित् अस्ति इति वाक्यं, तत्र सत्यजित् इति का विभक्तिः? वाक्यमस्ति सत्यजित् अस्ति इति वाक्यं, लक्ष्मी भगिनी वदतु, तत्र सत्यजित् इति का विभक्तिः? प्रश्नः कनेक्षन् सम्यक् नास्ति लक्ष्मी, अहं यदा यद् वदामि तत् न शृणोति वा? न श्रुतवती महोदय. न श्रुतवती नाम किं? कनेक्षन् हा महोदय, पुनः वदतु कृपया, पुनः वदतु. सत्यजित् अस्ति इति वाक्यं शृणोति वा? सत्यजित् वाक्यं वदतु, तदेव वाक्यं वदतु, श्रुतवती वा? सत्यजित् अस्ति. तत् सत्यजित् इति का विभक्तिः? प्रथमाविभक्ति, प्रथमाविभक्तिः. तर्हि सुन्दरशब्दः इति संयोजयतु. सत्यजित् सुन्दरः अस्ति, सुन्दरः सत्यजित् अस्ति. यत्किमपि भवतु, प्रथमं तस्मात् पूर्वं संयोजयतु, तत्र समीचीनं भवति. सुन्दरः सत्यजित् अस्ति. तर्हि किमर्थं सुन्दरः इति तादृशम् उक्तवती? सत्यजित् तकारान्त पुंलिङ्गशब्दः. तकारान्तशब्दः इति किमपि नास्ति अत्र, नाम तत्र श्लोकः कः? पुंलिङ्गशब्दः, सत्यजित् पुंलिङ्गशब्दः, तदर्थं सुन्दरः सत्यजितः, सत्यजित् अस्ति. किन्तु पर्याप्तं न उक्तवती खलु, पर्याप्तं केवलं पुल्लिङ्गे अस्ति चेत् तत्र सूचना. पुंलिङ्गः एकवचनमपि, एकवचनम्, इतोपि किं वक्तव्यमस्ति? प्रथमा विभक्ति. तत्र सूचनात्रयमस्ति खलु, अस्माकं मनसि भवेत्, पुल्लिङ्गशब्दः तत्र एकवचने अस्ति, अपि च प्रथमाविभक्तौ अस्ति खलु. अतः सुन्दरशब्दः अपि तथा. तर्हि पद्मा भगिनी, अस्माकं वाक्यं किम् आसीत्? अहं सत्यजितः पुस्तकं स्वीकरोमि. तत्र सत्यजितः इत्यस्य का विभक्तिः? पञ्चमी विभक्ति. हा, तर्हि सुन्दरशब्दस्य का विभक्तिः भवेत्? विशेषण तत्र विशेषणविशेषभावः इति उक्तम् इदानीम्. इदानीं दशभ्यः निमेषेभ्यः अस्माकम् अवधानम् अस्मिन् विषये अस्ति. या विभक्ति अत्र सत्यजिति विशेषणमस्ति खलु, अतः तत्र सुन्दरशब्दः विशेषणमस्ति न वा? सुन्दरशब्दं विशेषणः एव अस्ति. विशेषमस्ति, अतः या विभक्ति यल्लिङ्गं यद्वचनं विशेषस्य, सा विभक्तिः तल्लिङ्गं तद्वचनं विशेषणस्य अपि इति श्लोकः. श्लोकम् अवगच्छति वा? तत्र सुन्दरशब्द पञ्चमी विभक्ति. तर्हि वदतु वाक्यम्. अहं सुन्दर सचितः पुस्तकं स्वीकरोमि. एकनिमेषः. सुन्दरशब्दस्य पुल्लिङ्गस्य पुल्लिङ्ग एकवचनं पञ्चमीविभक्ति अन्तं रूपं वदतु. सुन्दरशब्दः तत्र पञ्चमीविभक्तौ अस्ति चेत् पुल्लिङ्गे सुन्दरः कथं भवती न कि बहु किमपि जानाति कथं सुन्दरः इति. पञ्चमी भवति सुन्दरः. तत्र प्रातिपदिकं किं न प्रातिपदिकं किं सुन्दरशब्दस्य? सौन्दर्य न. सन्ध्या भगिनी वदतु प्रातिपदिकं. सुन्दरः न. प्रातिपदिकं तथा नास्ति. सुब्रह्मण्यमहोदय तत्र वदतु. सुन्दर सुन्दर इति कीदृशशब्दः? अकारान्त पुल्लिङ्गशब्दः. तत्र पुल्लिङ्ग इति न वदामः, तत्र अकारान्तशब्दः. सुन्दर इति अकारान्तशब्दः अस्ति खलु, यथा देव. विसर्गः न भवति मूलरूपे. मूलरूपं तत्र प्रातिपदिकं यथा देव सुन्दर. पद्मा भगिनी, तत्र देवशब्दस्य पञ्चमी विभक्त्यन्तं रूपं किं? देवाः. तत्र रूपाणि भवती न जानाति इति समस्या. आरम्भतः तत्र मम करपत्रम् अहं प्रेषितवान्. नाम यदि जनाः अध्ययनं न कर्तुमिच्छन्ति तर्हि अस्माकं वर्गं समापनीयमस्ति. वर्गः समापनीयः अस्ति, तत् न कोऽपि न किमपि मूल्यं. कतिवारम् अहम् एतत् सर्वं पाठितवान्, देवशब्दस्य पञ्चमीविभक्त्यन्तरं रूपं यदि न कोऽपि जानाति तर्हि अस्माकं वर्गस्य किमपि मूल्यं नास्ति. मूल्यं नास्ति, पश्यतु. तत्र देवात् इति पञ्चमी, देवः इति प्रथमः, प्रथमविभक्तिः. यदि तावत् न जानाति तर्हि अस्माकं वर्गः कथं वा भविष्यति? तावत् तु कर्तव्यमस्ति. प्रत्येकं जनस्य उत्तरदायित्वमस्ति. मम बहूनि कार्याणि भवन्ति, बहूनि कार्याणि, किन्तु अहं सार्धैकं घण्टाम् अस्य वर्गस्य कृते अहं स्वीकरोमि. तदर्थं प्रत्येकं जनस्य उत्तरदायित्वं भवति. अवगच्छति? उत्तरदायित्वं नाम किं? नाम अहं स्वाध्ययनं करिष्यामि. स्वस्य गृहे उपविश्य अहं किञ्चित् पठिष्यामि. देवशब्दः देवात् इति भवति, तत्र अभ्यासपुस्तकस्य स्तरीयविषयः अस्ति. अभ्यासपुस्तकम् इदानीम् अत्र अस्माकं पुस्तकं किं? गीतसोपानं द्वितीयविभागः. नाम ततः बहु अग्रे वयं गतवन्तः. देवशब्दः इत्युक्ते देवात् इति ज्ञातव्यमस्ति. तावत् न जानाति चेत् अस्माकं कथं वा अभ्यासः भविष्यति, कथं वा अध्ययनं भविष्यति? आगामिसप्ताहे तत्र पर्यन्तं तस्मिन् समये सर्वैः अजन्तशब्दानां ज्ञानं मनसि भवेत्. अवगच्छति? नाम देवशब्दः अकारान्तशब्दः, अनन्तरं वनशब्दः नपुंसकलिङ्ग अकारान्तशब्दः, अनन्तरं लताशब्दः आकारान्तस्त्रीलिङ्गशब्दः, नदीशब्दः, तावत् अवश्यं ज्ञातव्यमस्ति. देवशब्दः वनशब्दः, लताशब्दः, अपि च नदी. नो चेत् हलन्तशब्दानां ज्ञानं कथम् भविष्यति? हलन्तशब्दानां तर्हि सुन्दरात् सत्यजितः, सुन्दरात् अहं, सुन्दरात् सत्यजितः पुस्तकं स्वीकरोमि इति बेसिक्, तत्र फण्डमेण्टल् इति ज्ञातव्यमस्ति. प्रतिदिनं 15 निमेषान् यावत् कोऽपि पठति चेत् एतादृशं ज्ञानम् अवश्यं भविष्यति, अवश्यम्. अतः आगामिसप्ताहपर्यन्तम् एतादृशं ज्ञानम् अवश्यं भवेत् सर्वेषां मनसि. तत्र अहम् अन्यायं वदामि वा? न महोदय, न. अन्यायः नास्ति चेत् उत्तरदायित्वं स्वीकृत्य करोतु. तत्र सर्वेषां पार्श्वे एतादृशसमयः अस्ति. अहमपि मम समयम् अहं ददामि प्रतिसप्ताहं, तदर्थं तादृश बेसिक् ज्ञानं मनसि भवेत्. नो चेत् एतादृशी कथा, यत् यां कथा वयं पठिष्यामः, तादृशपरिशीलनम् अवश्यं न भविष्यति. नाम जाटिल्यमस्ति अत्र, जाटिल्यं. तदर्थं रूपाणि मनसि स्युः. अस्तु, तर्हि हा, भवान् सुब्रह्मण्यं महोदय, तत्र कृपया वदतु, तत्र पुस्तकात् स्वीकरोमि इति तत्र प्राणरक्षणं कृतवान् इति स्थापयतु तस्मिन् वाक्ये. आं महोदय, अहं प्राणरक्षणं कृतवतः सत्यजितः पुस्तकं स्वीकरोमि. समीचीनमस्ति. तत्र सुन्दरशब्दमपि स्थापयतु तस्मिन्नेव वाक्ये. आं महोदय, अहं प्राणरक्षणं कृतवतः सुन्दरात् सत्यजितः पुस्तकं स्वीकरोमि. इति अस्ति. तदर्थं सुन्दरशब्दः अकारान्तशब्दः अस्ति, अतः तस्य पञ्चमीविभक्त्यन्तं रूपम् अस्ति सुन्दरात्. इदानीं कृतवत् इति तकारान्तशब्दः, अतः तस्य पञ्चमीविभक्त्यन्तं रूपं भिन्नम् अस्ति कृतवतः इति. नाम तादृशं कार्यं, तादृशकार्यस्य करणार्थं विभक्त्यन्तरूपाणि ज्ञातव्यानि सन्ति. अस्तु, समीचीनमस्ति. तर्हि अत्र किम् अवगन्तव्यं, नाम सारांशः कः? प्राणरक्षणं द्वितीयविभक्तौ तिष्ठति एव. कृतवत् इति प्रातिपदिकं, तस्य शब्दस्य, तस्य प्रातिपदिकस्य या का विभक्तिः भवति न भवतु, नाम प्राणरक्षणं द्वितीयविभक्तौ अस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे सरेम. इदानीं लक्ष्मीभगिनी, अग्रे कृपया पठतु. अध्यक्षः. अध्यक्षः, सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः. अस्तु, समीचीनमस्ति. अत्र किं किम् अस्ति इति वदतु. अध्यक्षः वदति, सर्वेभ्यो नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननं समारम्भः. नाम तत्र विशेष्यानि कानि, अपि च विशेषणानि कानि? आरम्भतः वदतु, प्रथमं विशेष्यं किम्? महत्यां विशेषण विशेषणरूपं. सत्यं, सत्यं, बहु सम्यक्. विपत् शब्दस्य विशेषणं महत्यां. महत्यां सप्तमी एकवचनं, विपदि अपि सप्तमी एकवचनं. तर्हि नाम विशेषणं, विशेष्यम् अहं पृच्छामि, विशेष्यं किमत्र? विशेष्यं प्रायः उक्तवती हा तत्र विपदति विपद् इति विशेष्यमस्ति तत्र सप्तमीभक्तौ अस्ति विपदि तस्य लिङ्गं किं स्त्रीलिङ्गं कथं जानीमः महत्यां महती शब्दस्य स्त्रीलिङ्ग सप्तमी एकवचनरूपं महत्यां सम्यक् अस्ति तत्र स्त्रीलिङ्गे अस्ति महती इति अस्य महत्यां यथा नदी नद्यां अतः नदी न जानाति चेत् महती इति अस्य किं रूपं का विभक्तिः इति न जानीमः तत् नद्याम् इति अत्यावश्यकं नद्यां नद्यां यः जानाति नद्यां सः महत्यामपि जानाति अपि जानाति तर्हि विपद् इति स्त्रीलिङ्गशब्दः विपदि इति सत्विभक्तौ अस्ति महत्यां तस्य विशेषणं हा इदानीम् अग्रे सन्ध्या भगिनी तत्र अग्रिमशब्दः कः समागतायां सम्यक् अस्ति हा तत्र तस्य विभक्तिः का लिङ्गं च तदपि स्त्रीलिङ्गं हा स्त्रीलिङ्गे अस्ति अपि च विभक्तिः का आसीत् सप्तमी अपि सप्तमी अस्ति बहु सम्यक् अस्ति तर्हि समागतायाम् इति विशेषणं वा विशेष्यं वा विशेषण विशेषणमस्ति कस्य कस्य विशेषणं एकनिमिषः चिन्तयामि समागत्याम् आत्मनः सत् प्राण भवती उक्तवती इदानीं स्त्रीलिङ्गशब्दः सप्तमीभक्तौ अस्ति अपि च विशेषणमस्ति तर्हि विशेषणमस्ति इति कारणेन यत् रूपमस्ति विशेषस्य तदेव रूपमस्ति विशेषणस्य तर्हि कुत्र अस्ति सप्तमी यत् प्रातिपदिकं स्त्रीलिङ्ग स्त्रीलिङ्गप्रातिपदिकम् अपि च सप्तमी वक्तव्यम् इति किं पदम् अस्ति अत्र अत्र परन्तु तत् सप्तमी पुष्पाभगिनी पुष्पाभगिनी वदतु आत्मनः इत्यस्य का विभक्तिः सप्तमी नास्ति तर्हि कुत्र अस्ति सप्तमी संसदि नो नो सारि हा नाम तत्र संसदि इति अस्ति सत्यं किन्तु तत्र नाम अर्थः अपि द्रष्टव्यः अस्ति समागतायाम् अपि च संसदि इति द्वयोः पदयोः सम्बन्धः अस्ति न वा इति द्रष्टव्यमस्ति वस्तुतः सम्बन्धः तादृशः नास्ति अत्र किन्तु अस्तु सुब्रह्मण्यं महोदय तत्र भवान् वदतु विपदि पदस्य विशेषणं भवति महोदय महत्यां समागतायां विपदि सम्यक् अस्ति तत्र विपदि भवान् वदतु तत्र विपदि इत्यस्य प्रातिपदिकं किं लिङ्गं च किं विपदि विपद् प्रातिपदिकमस्ति स्त्रीलिङ्गं सप्तमी विभक्ति एकवचनं विपदि सत्यं तर्हि सन्ध्या भगिनी पश्यतु तत्र वयं जानीमः खलु यत् संस्कृतभाषायां शब्दक्रमस्य महत्त्वं नास्ति सुन्दरः बालकः गच्छति बालकः सुन्दरः तत्र शब्दक्रमस्य महत्त्वं नास्ति शब्दक्रमः यः कोऽपि भवतु नाम तर्हि अत्र समागतायां विपदिशब्दस्य अनन्तरमस्ति किन्तु अनन्तरमस्ति पूर्वमस्ति तत्र न किमपि महत्त्वं तर्हि अत्र विपदीयति स्त्रीलिङ्गशब्दः सत्त्वमविभक्तौ अस्ति अतः तत्र समागतायाम् अपि तथा अपि च अर्थः तादृशः अस्ति okay. अर्थः तादृशः अस्ति, नाम अर्थः कः तत्र प्रथमाविभक्तौ करोतु पदत्रयस्य प्रथमाविभक्त्यन्तं रूपं किं? सन्ध्याभगिनी वदतु. महता नमः. वस्तुतः अत्र ईकारान्त स्त्रीलिङ्गशब्दः अस्ति, यथा नदी. नदी यथा महती. महती महती समागता. अपि च विपदि प्रथमा विभक्तौ मनश्शब्दः. यथा सुहृद् तत्र स्त्रीलिङ्ग पुल्लिङ्गे सुहृद् अथवा स्त्रीलिङ्गे सरित् इति इव अस्ति सरित्. तर्हि विपद् सम्यक् अस्ति. तर्हि किमस्ति? महती समागता विपद्. महती विपद् अथवा अत्र सम् उपसर्गपूर्वक पूर्वकः आगत इति शब्दः अस्ति आगत. तर्हि यथा वयं वक्तुं शक्नुमः महती विपद् आगता. अवगच्छति वा अर्थम् अवगच्छति वा सर्वे? अवगच्छामि. तर्हि अत्र महती विपद् आगता. आगता इति विपद् शब्दस्य विशेषमस्ति, अतः तत्र शब्दक्रमः यः कोऽपि भवतु, नाम तत्र आगता महती विपद्. अर्थं जानाति खलु? नाम अ ग्रेट् कलामिटि केम्, तादृश अर्थः अस्ति. अराइव्ड् ओर् केम्, हेपेन्ड् अराइव्ड्. तर्हि समागता महती विपद् तस्यां महत्यां समागतायां विपदि. हा अस्तु, इदानीम् अग्रे गच्छेम. पुष्पा भगिनी अग्रे पठतु कृपया. अयं धीरः बालकः कुत्र मन्त्रिणः. कुत्र अस्ति अग्रे पठतु कृपया. आत्मनः. आत्मनः प्राणान् तृणीकृत्वा कृत्या सरितः जले निमज्जन्तौ बालकौ. अस्तु अस्तु, इदानीम् आत्मनः प्राणान् तृणीकृत्य इति तादृश कीदृशरूपाणि सन्ति अत्र? प्राणान् तृणीकृत्य आत्मनः. आत्मनः इति अस्य का विभक्तिः? इदानीं आत्मनः अस्तु अस्तु, अर्थं पश्येम. अस्य वाक्यस्य अर्थः कः इति द्रष्टव्यम्. महती महत्यां विपदि समागतायाम् इति स्पष्टमस्ति. आत्मनः आत्मनः प्राणान् तृणीकृत्य इत्युक्ते आत्मनः इत्युक्ते स्वस्य स्वस्य जीवनं स्वस्य जीवनं लघ्वीकृत्य, नाम मम जीवनं तस्य जीवनस्य महत्त्वम् अदत्वा न दत्वा. अहं मम जीवनस्य महत्त्वमस्ति इति अचिन्तयित्वा. तत्र सरित् इति नदी. नद्याः जले निमज्जतौ बालकौ. तत्र द्वौ बालकौ निमज्जन्तौ तत्र जले. रक्षितवतः सत्यजितः. सत्यजित् तेषां द्वयोः रक्षणं कृतवान्. सत्यजितः सम्माननाय इति सिका विभक्तिः? सम्माननाय चतुर्थी समानन समानन इति अकारान्तशब्दः अस्ति. अकारान्तशब्दः यथा देव देवाय समाननाय अपि च अत्र मूलवाक्यं किम् अत्र इदानीं सत्यजितः समानाय समाननाय मूलवाक्यम् अत्र न न न अत्र अग्रे अस्ति लिखितमस्ति अग्रे सन्ध्या भगिनी अग्रे पठतु तत् वयं कुत्र अस्ति वयं वयं ओ वयम् अस्यां संसदि समागताः स्मः. तर्हि स्मः इति क्रियापदमस्ति वा? आम्. तर्हि तस्य कर्तृपदं किम्? वयं स्मः खलु. अहमस्मि, भवान् अस्ति, वयं स्मः. वयं स्मः. इदानीं संसद् इति जानाति वा? संसद् संसद् इत्युक्ते यत्र जनानां सङ्ग्रहः भवति, सम्मेलनमस्ति, सम्मेलनमस्ति. तत्र अस्यां संसदि इति अस्य का विभक्तिः अस्ति? लिङ्गं किम्? सत्यम् अस्ति. तर्हि वयम् अस्यां संसदि समागताः. समागताः कस्य विशेषणं? वयम् इत्यस्य सम्यक्. वयम् अस्यां संसदि समागताः. तर्हि वयं समागताः स्मः. समागताः इत्यस्य का विभक्तिः? बहुवचनं. का विभक्तिः अस्ति? वयमपि तथा खलु. वयं मूलरूपमस्ति वयं स्मः. तस्य वयम् इत्यस्य विशेषणमस्ति समागताः. वयं समागताः स्मः. कुत्र वयं कुत्र समागताः स्मः इति पद्माभगिनी वदतु. संसदि समागताः. वयं कीदृश्यां संसदि? सत्यजितः अत्र अत्र संसदि इति सम्माननाय विशेषम् अस्ति वा? अत्र संसदि इति विशेषणम् अस्ति वा? अस्याम् अस्यां कीदृश्यां संसदि? अस्यां संसदि. अस्याम् अस्याम् इत्युक्ते दिस् दिस् इति आङ्ग्लभाषया दिस् किन्तु सप्तमी वक्तु अस्ति. दिस् इति विशेषणम् अस्ति. वयम् अस्यां संसदि समागताः स्मः इति मूलवाक्यमस्ति. इदानीं वयम् अस्यां संसदि समागताः स्मः किमर्थं? किमर्थमिति प्रश्नः अस्ति. इदानीं सत्यजितः समाननाय वयम् अस्यां संसदि समागताः स्मः. इदानीं वाक्यस्य अर्थः इदानीं किञ्चित् अस्ति खलु. सत्यजितः समाननाय सत्यजितः अस्य का विभक्तिः अस्ति? लक्ष्मीभगिनी किं वदति भवती? सत्यजितः सम्माननाय सत्यजितः षष्टि एकवचनं. सत्यजितः सम्माननाय सत्यजितः इति बालकस्य सम्माननाय. सत्यजितः इति षष्टि अस्ति, सम्माननाय इति चतुर्थी. किमर्थं संसदि समागताः स्मः सत्यजितः समाननाय. इदानीं कीदृशस्य सत्यजितः समाननाय वयम् अस्यां संसदि समागताः स्मः? कीदृशस्य सत्यजितः, कीदृशस्य? सुब्रह्मण्यं वदतु. जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः. सम्यक् अस्ति. जले निमज्जन्तौ बालकौ रक्षितवतः इति षष्ठी सत्यजितः. तादृशस्य सत्यजितः, तादृशस्य सत्यजितः. अत्र निमज्जन्तौ बालकौ इत्यस्य का विभक्तिः अस्ति? प्रथमाविभक्तिः निमज्जन्तौ बालकौ जले निमज्जन्तौ बालकौ. अत्र प्रायः रूपं दृष्ट्वा, रूपं दृष्ट्वा प्रथमाविभक्तिः भवितुम् अर्हति स्म, किन्तु वाक्यं दृष्ट्वा, अर्थं दृष्ट्वा प्रथमाविभक्तिः नास्ति. तत्र रक्षितवन्त, रक्षितवतः इत्यस्य कर्मपदं बालकौ खलु. यथा उपरि वयं दृष्टवन्तः, यथा उपरि वयं दृष्टवन्तः प्राणरक्षणं कृतवतः, तत्र प्राणरक्षणमिति द्वितीयविभक्ति. अत्र तथा तथैव अस्ति. निमज्जन्तौ बालकौ द्वितीया, रक्षितवतः सद्. तर्हि इदानीं जले, इदानीं कुत्र कुत्र बालकौ निमज्जन्तौ? जले. सरितः जले. सरितः जले इति, जले इति सत्यं, किन्तु कस्य जले इति चेत् सरितः जले. अनन्तरं किं किं प्रष्टव्यमस्ति? कथं कथं नाम शैली, अत्र शैली इति उक्तमस्ति. कथं सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः? कथं तत्र रक्षितवान्? कथम् आत्मनः प्राणान् त्रिणीकृत्य. आत्मनः इत्युक्ते स्वस्य. आत्मनः इत्यस्य का विभक्तिः? षष्टि एकवचनं. तत्र तत्र प्रातिपदिकं किम्? आत्मन् इति नकारान्तशब्दः. आत्मनः, आत्मनः इति षष्टि. आत्मनः स्वस्य, आत्मनः प्राणान् त्रिणीकृत्य. अनन्तरं तत्र तत्र कीदृश्यां स्थित्यां, कीदृश्यां स्थित्याम् आत्मनः प्राणान् त्रिणीकृत्य तादृशं कार्यं कृतवान्? समागतायां तत्र तत्र महत्यां विपदि इति, तादृशी तादृश्यां स्थित्याम् आत्मनः प्राणान् त्रिणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवान् सत्यजित्. तादृशस्य सत्यजितः सम्माननाय वयं. महोदय, सरितः षष्टिविभक्ति, जले सप्तमीविभक्ति. सत्यं. तत्र विशेषणविशेषभावः अस्ति वा? यथा यथा एतद् गृहं मम गृहमस्ति, मम गृहं स्वरूपस्य गृहम्. अत्र स्वरूपस्य गृहं, तत्र विशेषणविशेषभावः अस्ति वा? नास्ति. तादृशं नाम नद्याः जलं, जलं कस्य? नद्याः. तत्र विशेषणविशेषभावः नास्ति. नद्याः जलं, बालकस्य पुस्तकं, बालपुस्तकस्य बालकस्य पुस्तके चित्राणि सन्ति, बालकस्य पुस्तके सरितः जले. अस्तु अग्रे अग्रे गच्छेम. अस्तु सन्ध्या भगिनी अग्रे पततु. अयं धीरः. इदानीम् एतत् वाक्यं स्पष्टमस्ति खलु? स्पष्टमस्ति न वा? अस्तु अस्तु सन्ध्या भगिनी अग्रे पठतु. अयम् अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति. अस्तु समीचीनमस्ति. तत्र वाक्यम् अवगच्छति वा? अवगच्छति. अस्तु तर्हि मूलवाक्यं किम्? अत्र कर्तृपदं किं, क्षम्यतां, क्रियापदं किं? क्रियापदं प्रधानमन्त्रिणः अस्ति. क्रियापदं अस्ति. तर्हि अस्ति इति अस्य कर्तृपदं किं? मन्त्रिणः. हा बालकः. तत्र यत्र अस्ति तत्र पदं तत्र प्रथमाविभक्तौ स्यात् खलु? प्रथमाविभक्तिः. तत्र बालकः इत्यस्य का विभक्तिः? बालकः अस्ति. बालकः अस्ति. कीदृशबालकः अस्ति? धीरः. धीरः. धीरः बालकः अस्ति. इतोपि पुनः कीदृशबालकः अस्ति? अयम् अयम् अयं धीरः बालकः अस्ति. इदानीं पुनः धीरता पुरस्कारान् प्राप्तवान्. न न न अयं धीरः बालकः अस्ति. अयं धीरः बालकः अस्ति नाम यत्र, नाम अस्मिन् वाक्ये यत्र यत्र पदं प्रथमाविभक्तौ अस्ति स च प्रथमाविभक्त्यन्तं पदं बालकशब्दस्य विशेषणं. तर्हि अयम् इति बालकस्य विशेषणं, धीरः इति बालकविशेषणम्, अनन्तरं अन्यत् किमपि पदम् अस्ति वा बालकस्य विशेषणं? प्राप्तवान्. हा सत्यं. तर्हि अयं धीरः बालकः प्राप्तवान् अस्ति नाम प्राप्तवान् अयं धीरः बालकः अस्ति इति वाक्यमस्ति. बालकः अस्ति इति मूलवाक्यं. बालकः अस्ति. कीदृशबालकः? प्राप्तवान् अयं धीरः अयं धीरः. कीदृशबालकः? प्राप्तवान् अयं धीरः. तत् कर्मपदं भवति खलु? किं किं? धीरतापुरस्कारान् कर्मपदं भवति. कर्मपदं किं वदति कः? किं पदं? न अहं क्षम्यतां महोदय, अहं सुब्रह्मण्यः, क्षम्यतां. न कर्मपदं न, तत् वाक्यकर्मपदं नास्ति. अस्ति खलु अत्र, अस्ति भवति, अस्ति तस्य कर्मपदं न भवति खलु? तस्य कर्मपदं न भवति. तस्य कर्मपदं न भवति इति सत्यं. सत्यं. किन्तु इदानीं बालकः कीदृशः? प्राप्तवान् अयं धीरः इति तादृशबालकः अस्ति. बालकः कीदृशः? प्राप्तवान् अयं धीरः. अस्तु इदानीम् अग्रिमप्रश्नः, बालकः किं प्राप्तवान्? धीरतापुरस्कारान् प्राप्तवान्. अत्र प्राप्तवान् पदस्य कर्मपदं भवति धीरतापुरस्कारान्. हा इदानीं सत्यम्. इदानीं सत्यं. इदानीं सम्यक् अस्ति. प्राप्तवान् इति अस्य कर्मपदम् अस्ति. यद्यपि अस्ति इति शब्द इति क्रियपदम् अस्ति इति अकर्मकधातुः अस्ति. अस् धातुः अकर्मकधातुः नाम कर्मपदं न स्वीकरोति. किन्तु प्राप्तवान् न तथा. प्राप्तवान् न तथा. प्राप्तवान् यद्यपि विशेषणं क्रियपदं नास्ति किन्तु तत् वर्ब् इक्विवलेण्ट् इति वक्तुं शक्नुमः, वर्ब् क्रियापदस्य साम्यं. नाम अत्र कृत उपरि प्राणरक्षणं कृतवान्, कृतवानपि क्रियापदं नास्ति, किन्तु कृतवान् इति अस्य कर्मपदं भवति यतोहि तत्र क्रियापदम् इव अस्ति. अत्र प्राप्तवान् क्रियापदम् इव अस्ति, अतः क्रियापदम् इव इति कृत्वा धीरता पुरस्कारान् इति तस्य कर्मपदम्. अस्तु, इदानीं प्रधानमन्त्रिणः मुख्यमन्त्रिणः इति तिनयोः पदयोः का विभक्तिः? पञ्चमी, एकवचनं. समीचीनमस्ति, समीचीनमस्ति खलु, समीचीनमस्ति न वा? महोदय. तर्हि प्रश्नः नाम धीरपुरस्कारान् प्राप्तवान् तत् तस्य प्रश्नः कः, यस्य उत्तरं प्रधानमन्त्रिणः मुख्यमन्त्रिणः, तस्य प्रश्नः कः? किं दत्तवान्? कस्मै महोदय? कस्मै नमः, कस्मै नमः, कस्मात् महोदय? बहु सम्यक् अस्ति. पुष्पभगिनी उक्तवती वा? बहु सम्यक् अस्ति. सुब्रह्मण्यं महोदय उक्तवान्, सत्यमेव. कस्मात्, कस्मात् इति अस्ति, नाम अस्माकं प्रश्नः भवति प्रथमतया, कीदृशः बालकः, उत्तरं वदतु. धीरः बालकः. अयं धीरः. पुनः पुनः कीदृशः? अयं धीरः बालकः. पुनः कीदृशः? प्राप्तवान् अयं धीरः बालकः. तदनन्तरम् अग्रिमप्रश्नः अस्ति, किं प्राप्तवान् अयं धीरः बालकः? धीरतापुरस्कारान् प्राप्तवान् अयं धीरः बालकः. अनन्तरं कस्मात् धीरतापुरस्कारान् प्राप्तवान् बालकः, अयं धीरः बालकः? प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारान् प्राप्तवान् अयं धीरः बालकः अस्ति. बहु समीचीनमस्ति. इदानीम् अन्ते किं वक्तव्यमस्ति? वस्तुतः कस्मात् इति शब्दस्य का वचन, किं वचनमस्ति कस्मात्? एकवचनं. किन्तु जनद्वयमस्ति खलु? प्रधानमन्त्री अस्ति, मुख्यमन्त्री अस्ति, तर्हि किं कर्तव्यमस्ति अत्र? प्रश्नः अस्ति, काभ्यां, धीरतापुरस्कारान् प्राप्तवान्? उत्तरं किम्? अस्तु, उत्तरं काभ्यां प्रधानमन्त्रिणः, मुख्यमन्त्रिणः च प्रधानमन्त्रिणः, मुख्यमन्त्रिणः च इति उत्तरमस्ति. समीचीनम्. अस्तु, इदानीं सम्यक् अस्ति. तर्हि सहदेव महोदय, तत्र वाक्यम् आहत्य वाक्यं पठतु एकवारम्. अयं ओ पुनः वदतु महोदय, पठतु वाक्यम्. ओ अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति. इदानीं वयं नाम तत्र वाक्ये अन्वयरचना अस्ति, अन्वयरचना. तत्र अन्वयः कः, नाम प्रत्येकं पदस्य कीदृशसम्बन्धः अन्यैः शब्दैः सह, तत्र कीदृशसम्बन्धः इति अस्माभिः अवश्यम् अवगन्तव्यमस्ति. अत्र वयं परिशीलितवन्तः, तत्र प्रश्नं वारं वारं कृत्वा वयम् अवगतवन्तः यत् तत्र विशेषणत्रयमस्ति बालकशब्दस्य, तत्र प्राप्तवान् अयं धीरः बालकः. अनन्तरं किं प्राप्तवान् इति पृष्ट्वा धीरता पुरस्कारान्, अनन्तरं काभ्याम् इति पृष्ट्वा प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अयं धीरः बालकः अस्ति इति वाक्यं प्राप्तम् अस्माभिः. स्पष्टमस्ति इत्युक्ते धीरः, धीरः नाम यस्य भयं नास्ति. भयमिति जानाति वा? भयं भयं भयं नाम फियर्. धीरः इति ब्रेव्, भयम् इति फियर्. यस्य भयं नास्ति सः धीरः. अस्तु तर्हि अग्रे अग्रे एकवारं सुब्रह्मण्यमहोदय तत्र अन्तिम अग्रिमवाक्यं पठित्वा परिशीलयतु. एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. अस्तु वदतु कीदृश अर्थः अस्ति, कीदृश अन्वयः अस्ति. एतत् अस्माकं सर्वेषाम् अभिमानास्पदमस्ति. अभिमानास्पदम् अस्ति एतत्. एतत् अभिमानास्पदम् अस्ति महोदय. अत्र एतत् अत्र एतत् मानि नाम किम्? एतत् एतत् उपरि यद् लिखितमस्ति तद्विषयं तद्विषयं सः विषयः अभिमानास्पदं विषयः अस्ति. सम्यक् अस्ति. तदनन्तरम् अत्र अस्माकं सर्वेषाम् अहं चिन्तयामि प्रश्नः कः इति एकनिमिषः विभक्तिरूपं मनसि चिन्त्वा वदामि. कस्य कयोः कासां कासाम् अभिमानास्पदमस्ति? अस्माकं सर्वेषाम् अभिमानास्पदमस्ति. कासाम् इति स्त्रीलिङ्गे केषाम् इति अस्ति. एतत् एतत् सर्वम् अस्माकं सर्वेषां षष्टिविभक्तौ अतः केषाम् इति अस्य उत्तरे तत्र अस्माकं सर्वेषाम् अभिमान आस्पदं. पश्यन्तु आस्पदमिति सर्वदा नपुंसकलिङ्गशब्दः अस्ति. विवादास्पदं हास्यास्पदं तत्र नपुंसकलिङ्गशब्दः अस्ति. अस्तु महोदय, आस्पदमित्युक्ते पूरित आस्पदम् इत्युक्ते ग्रस्तः ग्रस्तः ग्रस्तशब्दं जानाति वा? ग्रस्त यथा हास्यग्रस्तशब्द हास्यग्रस्तविषयः विवादास्पदग्रस्तशब्दः अस्ति विषयः. आस्पदं नाम ग्रस्त. Affected. Affected. It is an... So this has been affected by abhimana. You can say it's been affected by hasyam or by vivadaha, or by abhimana. Atra abhimana grasta vishayaha. Atra grasta hati sarvada nakaratma grasta hanasti. Proud. Pride. It's the pride they're talking about. Right? Ha ha. Tadeva. अस्तु अग्रे लक्ष्मीभगिनी पठतु कृपया एकवारम्. एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. एतादृशानां विवेकिनां धीमतां धैर्यवतां बालकानां द्वारा एव बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति. हा अस्तु मूलवाक्यं किम्? कर्तृ क्रियापदं किं? भविष्यति. हा भविष्यति इत्यस्य कर्तृपदं किम्? यशः. हा सम्यक् अस्ति. यशः इति प्रथमविभक्तौ अस्ति. यशः भविष्यति इति वाक्यं. यशः भविष्यति इति वाक्यमस्ति. तर्हि कस्य यशः? देशस्य यशः. कुत्र? जगति. कीदृशयशः? वस्तुतः कीदृशयशः इति प्रथमप्रश्नः अस्ति. यशः इत्यस्य का विभक्तिः? प्रथमा विभक्ति. तत्र प्रातिपदिकं किं? यश. यश सकारान्त सकारान्तभूतलिङ्गशब्दः मनस् इव मनस् यशस् मनः यशः. तर्हि यशः इति कीदृशयशः? अन्यत् पदं यत्र प्रथमाविभक्त्यन्तं पदमस्ति वाक्ये. सम्यक् प्रसृतं. यशस् इति तत्र नपुंसकलिङ्गशब्दः अस्ति. प्रसृतं कीदृशयशः? प्रसृतं यशः. यशः प्रसृतं कुत्र? जगति. कस्य? देशस्य. कथं? एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा. समीचीनमस्ति. तत्र तत्र विशेष्यं किं? बालः. तत्र वचनं विभक्ति च किं? षष्टि बहुवचनं. बालानां तत्र विशेषणानि अतः का विभक्तिः किं वचनं च? विवेकिनां धीमतां धैर्यवतां बालानां. वचनं का विभक्तिः वचनं च? षष्टि बहुवचनं. तावदेव अस्ति विशेषणानि. एतादृशानां विवेकिनां इति प्रातिपदिकं किम्? विवेकिन् नकारान्त शब्दः. समीचीनमस्ति. विवेकिन् यस्य विवेकः सः विवेकिन् अथवा प्रथमभक्तौ विवेकी. एतादृशानां विवेकिनां धीमतां इत्यस्य प्रातिपदिकं किं? धीमत् इति प्रातिपदिकमस्ति. धीमान् प्रथमभक्तो अस्ति. षष्टि बहुवचने धीमतां. यथा धनवत् धीमान् धीमत् प्रातिपदिकं धीमत् धीमन्तः. धनवान् इत्यस्य प्रातिपदिकं किं? धीमतां धैर्यवताम् अपि तथा अस्ति. बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति इति. अनेन अस्माकं वाक्यं सुदृढं, नाम वाक्यस्य अवगमनं सुदृढं भवति. समीचीनमस्ति. अस्तु, अन्तिमवाक्यम् अनन्तरं समापयामः. अत्र कः पठति? पुष्पा भगिनी पठतु कृपया. प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. क्रियापदं किं? वयं कदा श्रोष्यामः? इदानीं श्रोष्यामः. इदानीं कस्मात्? प्रवृत्तां घटनां न कस्मात् श्रोष्यामः? मुखात्. कस्य मुखात्? सत्यजितः मुखात्. कासां विषये? प्रवृत्तां घटनां. अस्तु, समीचीनमस्ति. तत्र प्रवृत्तां घटनां, तत्र विशेष्यं किं? प्रवृत्तां द्वयोः शब्दयोः मध्ये विशेषणं किं विशेष्यं किं विशेषणं प्रवृत्तां घटनां विशेष्यं किं द्वयोः मध्ये घटना इति विशेष्यं घटना घटना हा प्रवृत्ता घटना प्रवृत्ता घटना तत्र वचनं विभक्तिः च का सप्तमी विभक्ति न द्वितीयविभक्ति हा वचनं किं वचनं एकवचनम् हा एकवचनं वस्तुतः मम प्रश्नः समीचीनः नासीत् अत्र प्रश्नः का अत्र कम् नाम अत्र काम् काम् काम् सत्यजितः मुखात् एव वयम् इदानीं श्रुष्यामः काम् प्रवृत्तां घटना सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः समीचीनमस्ति हा अस्तु इदानीं स्पष्टं स्यात् वाक्यम् एतादृशं चिन्तनं करणीयमस्ति अस्मिन् सप्ताहे कार्यद्वयमस्ति एकं कार्यमस्ति शब्दानां पुनस्मरणं नाम विभक्तीनां पुनस्मरणम् अजन्तशब्दानाम् अपि च अजन्तशब्दानाम् अवश्यं हलन्तशब्दानामपि एवमेव द्रष्टव्यमस्ति नाम अस्माकं मनसि अजन्तशब्दानां हलन्तशब्दानां रूपाणि किन्तु आरम्भे येषां मनसि अजन्तशब्दानां ज्ञानं नास्ति हा यथा पद्माभगिनी अस्मिन् सप्ताहे अजन्तशब्दाः तत्र देवशब्दः वनशब्दः लताशब्दः अपि च नदीशब्दः ततः अग्रे अनन्तरम् अग्रे गच्छेम महोदय महोदय अहं पठामि न तु वर्गे न आगच्छति अस्तु इमेव प्रश्नयतु हा तर्हि अस्मिन् अग्रिमवाक्यम् अस्तु नास्ति चिन्तयामि हा तर्हि अग्रे कथा इयां कथाम् अपि पठन्तु हा यादृशं परिशीलनं वयं कृतवन्तः इदानीं प्रथमपारा वयं कृतवन्तः तत् तादृशं सर्वां कथां पठन्तु एतादृशं परिशीलनं पश्यन्मस्ति अस्तु समीचीनमस्ति तर्हि समापयामः धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः